नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति उपधायाम् अपि गुणः सूत्रसहितदृष्टिः इति. वयं गतसप्ताहे पुगन्तलघुपदस्य च इति सूत्रं परिशीलितवन्तः. तत्र वयं दृष्टवन्तः यत् उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति इति प्रथमम्. द्वितीयम् अपि तु पुगन्त अङ्गम् इत्युक्ते पुक् अन्ते यस्य सः तस्य उपधायां स्थितस्य इक् वर्णस्यापि गुणः भवति इति वयं दृष्टवन्तः. पुगन्तलघुपदस्य च इति सूत्रस्य भागद्वयं करोतु अवगमनार्थं. पुक् पुगन्त अङ्गं यस्य अन्ते अस्ति तस्य उपधायामपि गुणः भवति. अनन्तरम् उपधायां लघु इक् वर्णः अस्ति चेत् सार्वधातुक आर्धधातुकप्रत्यये परे अस्ति चेत् तस्य अपि गुणः भवति इति वयं दृष्टवन्तः. तत्र वयं धा इति धातोः विषये प्रथमं दृष्टवन्तः. तत्र कथं पुक् आगमः भवति इति कोऽपि वदति वा केन सूत्रेण तत्र पुक् आगमः भवति इति? अहं वदामि वा भगिनि? आम् आम्. अत्र किम् अस्ति, दा धातु तत् दीर्घ आकारान्त धातुः अस्ति. तत् अर्ति ह्रि वलि रि कनुयि क्षमा या यातां पुगन्नौ, तेन सूत्रेण तत्र पुक् आगमः भवति यदा तत् निच् प्रत्यये परे आहत्य तत् धा योग निच् निच् तत् चकारः नकारः तस्य लोपः तेन लोपः जातः तत् इत्संज्ञा भूत्वा तत् लोपः जातः तत् अनन्तरम् इ एव अवशिष्यते. इदानीं दा योग इ पुगागमः अर्ति ह्रि वलि रि कनुयि क्षमा तां पुगन्नौ, तेन पुग आगमः भवति. दा योग योगः पकारः योगः इकारः मिलित्वा दापि निजन्त नूतनधातु निष्पदति. तत्र अतिदेशधातु उच्यते तं तत् निजन्तधातु. तत् अनन्तरं कर्तरि शप् तत् शप् प्रत्यया आगच्छति लट् लट् लकारे ति प्रत्यया आगच्छति. तत् षकारपकारयोः लोपः भूत्वा तत् एव अवशिष्यते. अन्ततो गत्वा दापि योग अयोगति इकारः अकारः तत्र तत्र इकारः अकारः तस्य मेलनेन यावः दाप्ये ऐ आदेशः भवति. दापै योगति दापयति. उत्तमम् उत्तमं, सम्यक् महोदय. तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति वा महोदय? अत्र पुगन्तलघुपदस्य अत्र पुगन्तस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकः सूत्रस्य प्रसक्तिः भवति. प्रसक्तिः अस्ति, परन्तु तं प्रभाते तत् पुगन्तस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकः तेन सूत्रेण तत् एकः यः एक अङ्गः यः अस्ति तस्य गुणादेशः भवति. दापि इति यदा धा इति धातुः स्वीकुर्मः तत्र दाप् इति भवति किल, यदा अङ्गं दाप् इति, तत्र तु पुगन्त अङ्गम् अस्ति, परन्तु तत्र उपधायां कः वर्णः अस्ति? तत्र तत् किञ्चित् भिन्नरीत्या गच्छति. तत् आकारान्त अस्ति, आकारान्त तत् आकारान्त अस्ति, तत् तथैव तत् पुगागमः भवति. पुगागमः तु भवति, परन्तु एतत् सूत्रस्य प्रसक्तिः अस्ति वा? तत्र किमपि गुणकार्यं भवति वा? न तत्र तु न भवति. दा धातुः अस्ति तत् तदा तथा तत्र न भवति. आम् उत्तमं. तत्र उपधायां लघु इक् वर्णः नास्ति, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः तत्र नास्ति. यद्यपि तत्तु पुक् आगमः कृत्वा पुगन्त अङ्ग पुगन्तधातुः एव अस्ति, परन्तु तत्र तु एतत् सूत्रस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते उपधायां लघु इक्वर्णः नास्ति इति. उत्तमं महोदय, धन्यवादः. अन्य केनापि आगतं वा? नाम उच्यतां कृते. आं स्वागतम्. आम् विजया भगिनी, अनन्तरं स्वागतं महोदय. अनन्तरं अस्तु अस्तु अस्तु वयं किं कुर्मः इत्युक्ते, गतसप्ताहे केचन धातुः तत्र अवशिष्टः आसीत्, तस्मिन् विषये पुनरावर्तनलोकेन तत् प्रथमं पश्यामः, अनन्तरम् अस्मिन् सप्ताहस्य पाठं प्रति गच्छामः. अमित्राव् महोदय, तत्र रुह् इति धातुः रोहति इति रूपम् अस्ति, तद्वदति वा तस्य सोपानानि? रुह धातु वा? रुह् महोदय, कुत्र? एतद् करपत्रम् उपधायाम् अपि गुणः सूत्रसहितदृष्टिः इति द्वितीयकरपत्रं, तस्मिन् करपत्रे यदा धातुः दत्तमस्ति किल, भुआदिगणे अन्यानि उदाहरणानि पुगन्तलघुपदस्य च इति. अस्तु, तत्र रुह् इति धातुः रोहति, वर्धते इति अर्थम्. आम् वदतु महोदय. आं भगिनि, श्रूयते वा? आम् आम् आम्. अत्र रूहं बीजजन्मनि प्रादुर्भावे च इति उपदेशिक धातुः अस्ति. तत्र उपदेशे अज् अनुनासिक इत् तस्य लोप इत्यनेन अनुनासिक अम् लोपः भवति. रुह इति धातु अवशिष्टति. लट् लकारस्य विवक्षया लट् प्रत्यय विधीयते. तस्य तिप् प्रत्यय आदेशः भवति. तिप् प्रत्यये हलत्यं तस्य लोप इत्यनेन प पकारस्य लोपः भवति. रुह योगति इति अवशिष्यते. ती प्रत्यये तिंक्षित् सर्वदा सार्वधातुकम् इति इत्यनेन सार्वधातुक संज्ञा भवति. कर्तरि शप् सार्वधातुके इत्यनेन शप् प्रत्ययस्य आगमः भवति. रुह योगशप् योगति. शप् प्रत्यये हलन्त्यं लशक्वद्दिते इत्यनेन तस्य लोप इत्यनेन श प अपि गच्छति, अ एव अवशिष्यते. अत्र रुह योग अ योगति इति भवति. अत्र पुगन्तलघुपदस्य च इत्यनेन लघु उपधा संज्ञा भवति रुह अङ्गे. अत्र उकारस्य गुणः भवति, गुणः भवति तस्मात् रोह योग अ योगति इत्यनेन रोहति इति अन्तिमरूपं भवति. उत्तमम् उत्तमं, रोहति इति. धन्यवादः. आम् महोदय. सुमित्रा भगिनी, रामनाथन् महोदय म्यूट् करोति वा? I'm taking you from my mobile. I don't know how to mute it. Can you mute me, please? Astu. Aham karo. Yeah. सुमित्रा भगिनी, अन्य रुक् वयं कृतवन्तः, शुभ् इति धातुः स्वीकरोति वा? क्षुब् क्षुब् मथनं क्रोधन अनुभवम् अनुभवनं क्रोधानुभवनं आम् आं भगिनि क्षुब् इति क्षोभते क्षुब् इति धातु उपदेशे अजनुनासिकः इत् तस्य लोपः इत्यनेन छन्दबिम्बं गच्छति लट्लकारस्य प्रत्ययः विधीयते अतः तिप् आदेशः भवति क्षुब् योगः तिप् इति हलन्त्यम् अनन्तरं तस्य लोपः इत्यनेन ति इति रूपं निष्पन्नं क्षुब् योगः ति इति एव ति एव अवशिष्यते तिंशित् सार्वधातुकं शप् प्रत्ययः आगच्छति अतः क्षुब् योगः शप् योगः ति अकारः एव अवशिष्यते शकारः अपि च पकारः गच्छति लशक्व तद्दिते इत्यनेन शकारः गच्छति हलन्त्यम् इत्यनेन पकारः गच्छति अतः क्षुब् योगः अ योगः ति अनन्तरं पुगन्तलघुपदस्य इत्यनेन लघुपद इत्यनेन अपि च लघुपदस्य गुणः इत्यनेन क्षोभ् इति भवति शुभ् गुणः भवति उकारस्य गुणः ओकारः क्षोभ् युगः अ युगः ति अतः क्षोभति इति अन्तिमरूपम् अस्तु समीचीनम् अत्र आत्मनेपदीरूपं दत्तमस्ति क्षोभति इति अपि अस्ति वा इति अहं न जाने परन्तु सोपानं तु सम्यक् अस्ति तदेव इदानीं मुख्यत्वमस्ति यदा आत्मनेपदी वा परस्मैपदी वा इति वयम् अग्रे द्रक्ष्यामः कथं निर्माणं कर्तुं शक्नुमः इति सोपानं तु समीचीनमेव द्वौ धातौ उभयपदी वा एतत् न शुभसञ्चलने इति तत्र शोभति इति रूपम् अस्ति वा तत्र शोभति इति रूपं भवति अस्तु अस्तु नास्ति चिन्ता अस्माकं मूलविषयः तु पुगन्तलघुपदस्य च इत्येव अतः नास्ति चिन्ता भगिनि अत्र क्षुभ् धातोः प्रथमं सा उक्तवती चन्द्रबिन्दु गच्छति इति मूलधातुः स्वीकृतवती यदा वयं पाणिनीयधातुपाठः इति पुस्तके स्वीकुर्मः चेत् तत्र प्रायः तत्र मूलधातुः अस्ति किल तत्र किं रूपमस्ति आम् तत्र अनुबन्धलोपानन्तरं शुब् यत् यत् शुब् इति एव अवशिष्यते अस्तु प्रायः तत्र चन्द्रबिन्दुः आसीत् शुभम् इति शुभं शुभम् इत्युक्ते उपदेशे अजनुनासिक इति सूत्रेण तत्र चन्द्रबिन्दुः तद् तस्य लोपः भवति स्वरस्य लोपः भवति उत्तमम् अनन्तरं पुक् आगमः तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा अस्तु अद्यतनपाठस्य प्रति गच्छामः रामनाथन् महोदय पठति वा अत्र एतद् करपत्रम् अस्ति किल द्वितीयकरपत्रम् उपधायामपि गुणः इति तत्र अन्तिमभागः अलोन्त्यात् पूर्वम् उपधा इति सूत्रम् वर्णसदृशस्य यः अन्तिमवर्णः तस्मात् पूर्णवर्णस्य उपधासंज्ञा भवति संज्ञासूत्रम् अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वः प्रथमान्तम् उपदा प्रथमान्तम् अनेक अनेक पदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं अन्यात् अलः पूर्व उपदा अन्त्यात् अलः सारि अन्त्यात् अलः पूर्व उपदा उपदा नाम का इति एतत् सूत्रं वदति वदति वा महोदय तस्य उपदा अर्थात् अन्तिमवर्णात् पूर्ववर्णम् उपदा कीदृशसूत्रमस्ति एतत् एतत् संज्ञासूत्रं संज्ञासूत्रमेव तत्र एव दत्तमस्ति संज्ञासूत्रमेव उपदा इत्युक्ते किम् इति एतत् सूत्रं वदति अतः एतत् संज्ञासूत्रम् अन्त्यात् अलः तस्मात् पूर्ववर्णस्य नाम उपधा इति तमाम् धन्यवादः महोदय माला भगिनी अग्रिमबिन्दु पठति वा आं पठामि चुरादिगणे चुरादिगणे पुगन्तलघूपदस्य च इति सूत्रस्य प्रसक्तिः चुर् चोरयति तुल् तोलयति घुष् घोषयति च्युत् चोदयति विल् वेलयति चुरादिगणे धात्वङ्गे सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति चुरादिगणे इगन्तधातवः तु सन्ति परन्तु तत्र इगन्तधाषु धातुषु वृत्तिः भवति चुरादिगणे अपि पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः भवति यथा चुर् धातु चुर् धातु चोरयति इति भवति तुल् धातु तोलयति घुष् धातु घोषयति इति भवति च्युत् चोदयति विल् वेलयति अत्र यकारस्य आगमः भूत्वा चुर् चोरयति इति भवति उपधायां कः वर्णः अत्र उपधायां उवर्णः उकारः लघु एक लघु एक अतः तस्य गुणः भूत्वा चो इति भवति चोर अनन्तरं यकार विकरणप्रत्ययः यकारः योजयित्वा चोरयति इति भवति सम्यक् वा आं वदतु भगिनि अस्तु चुरादिगणे धात्वङ्गे सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति अत्र किं भवति सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति परन्तु अत्र गुणः न भवति तस्य वृद्धिः भवति इति लिखितमस्ति अस्तु सम्यक् अस्ति अहं वदामि तत्र किं भवति इत्युक्ते भगिनि निच् इति प्रत्ययः कीदृशप्रत्ययः सार्वधातुकः वा आर्धधातुकः वा निच् आर्धधातुकप्रत्ययः किमर्थं किञ्चित् नास्ति उत्तमम् उत्तमम् एतद् नियमः सर्वदा ज्ञातव्यम् अस्ति यत् धातुतः विहितः प्रत्ययः सर्वे तिङ् वा षित् वा अस्ति चेत् सार्वधातुकः धातुभ्यः विहितः प्रत्ययः तिङ् वा षित् वा नास्ति चेत् आर्धधातुकः यावन्तः प्रत्ययाः सन्ति ते सर्वे सार्वधातुकः वा आर्धधातुकः वा अस्ति एतत् प्रत्ययस्य विषये एव तत्र सार्वधातुकः सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति प्रत्ययस्य विभागद्वयं तस्य एतत्तु पारिभाषिक शब्दः सार्वधातुकः इति पारिभाषिकशब्दः अस्ति, तस्य किमपि अर्थं नास्ति, कि धातु इति अस्ति इति कृत्वा धातोः विषये नास्ति, एतत् प्रत्ययस्य विषये एव तत् सर्वदा ज्ञातव्यं। तत्र एतद् निच् इति प्रत्ययः यदा भगिनी उक्तवती आर्धधातुकप्रत्ययः अस्ति, किमर्थम् इत्युक्ते तिङ् वा षित् वा नास्ति इति, तत्तु प्रथमबिन्दुः अस्ति। तत्र यदा चुर् इति धातुः चोरयति इति रूपं भवति, यदा वयं पूर्वं दृष्टवन्तः तत्र अर् इति धातुः इति चिन्तयामि, गतसप्ताहे वयं दृष्टवन्तः कथं तत्र पुक् आगमः भूत्वा निच्छिति सर्वं भवति इति। अत्र तु पुक् आगमः नास्ति, चुर् इति धातुः चुर् योगः णिच् इति क्रिया अधः दत्तमस्ति इति चिन्तयामि, तत्र चुर् योगः णिच् इति प्रथमं भवति, इ एव अवशिष्यते अनुबन्धलोपानन्तरं, चुर् योगः इ इति भवति, तत्र गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति। चोरी इति अतिदेशिकधातुः, नूतनधातुः इदानीं उत्पन्नं भवति, चोरी इदानीं कर्तरी शप् इति सूत्रेण शप् विहितं भवति, शप् योगः ति, इदानीं किं भवति चोरी, तत्र अन्ते इक् वर्णः अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति, गुणः भूत्वा चोरे योगः अ योगः ति इति भवति। इदानीम् एचो यवायावः, यदा वयं प्रक्रिया पूर्वं दृष्टवन्तः समानप्रक्रिया, एचो यवायावः इति सूत्रेण यान्तावान्तादेशसन्धि भूत्वा चोरयति इति रूपं भवति। तद् अवगतं किल प्रथमबिन्दुः भगिनि? सन्देहः अस्ति अत्र तिङ् षित् सार्वधातुकयोः, तिङ् प्रत्ययः अस्ति चेत् अपि सार्वधातुक सार्वधातुक प्रत्ययः प्रत्ययः, परन्तु मध्ये कोऽपि शप् विहाय कोऽपि अन्य आगतं चेत् तत्तु आर्धधातुकप्रत्ययः इति अहं वदामः किल, वदामः वा इत्युक्ते यदा इदानीं चुर् योगः णिच् इति वा? हा, चुर् योगः णिच् अस्ति, तिप् अपि अस्ति, आम् ति अपि अस्ति, अत्र णिच् णिच् आयाति, अतः तत् एतत् आर्धधातुक वा? आम्, निच्छिति प्रत्ययः तिङ् वा षित् वा नास्ति, अतः तत् तु आर्धधातुकः अस्ति, यद्यपि तत्र यदा भवान् उक्तवान् तत्र ति इति अन्ते अस्ति इति, तिङ् तत्तु तिङ् एव अस्ति, किमर्थम् एतद् विकरणप्रत्ययः, इदानीं विकरणप्रत्ययस्य प्रभावेण एव यदा निच्छिति प्रत्ययः स्वीकुर्मः तस्य प्रभावेण एव पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति, अतः इदानीं वयं निच्छिति प्रत्ययः यत् तिङ् वा नास्ति षित् वा नास्ति, अतः स आर्धधातुकः इति स्वीकुर्मः। यदा किमर्थं तत्र सार्वधातुकः आर्धधातुकः, यद्यपि यदा अहं वदामि लेखिष्यति इति रूपं लृट् लकारे आगच्छति, लिक् योगः स्य योगः ति इति भवति, तत्र ति इति तिङ् प्रत्ययः अस्ति, मध्ये स्य इति विकरणप्रत्ययः आगच्छति, तत्र लेखिष्यति इति रूपं भवति, तत्र स्य इति आर्धधातुकप्रत्ययः, किमर्थम् इत्युक्ते तत् तिङ् वा षित् वा नास्ति, अतः तत् आर्धधातुकप्रत्ययः, केन प्रत्ययेन गुणः भवति इत्येव प्रथमबिन्दुः तद् द्रष्टव्यम्, अनन्तरं वयं तिङ् विषये तिङ् प्रत्ययस्य विषये चर्चयामः, तत्र गुणः भवति वा यदा अदादिगणे, तत्र किमपि विकरणप्रत्ययः मध्ये न आगच्छति, परन्तु तत्रापि गुणः तु भवति एव केचन प्रत्ययाः विषये, यदा तिप् इति स्वीकुर्मः चेत् तत्रापि गुणः भवति, किमर्थं तत्र भवति, केन कारणेन इति अग्रे अस्ति. अस्तु, धन्यवादः महोदय. द्वितीयबिन्दुः अस्ति आसीत् यत् सार्वधातुक अर्धधातुकयोः इति विषये अस्ति. तत्र यद्यपि तस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति इति दत्तमस्ति. तस्य स्पष्टीकरणम् आवश्यकम् इति चिन्तयामि. यदा वयं किमपि धातुः स्वीकुर्मः चेत् तत्र एकस्य अधिक सूत्रस्य प्रसक्तिः कस्मिंश्चित् स्थले भवति. इत्युक्ते अत्र यदा वयं णी इति प्रत्ययः यदा अधः दत्तमस्ति तत् स्वीकुर्मः चेत् तत्र ईका दीर्घ ईक् वर्णः अन्ते अस्ति. तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अपि अस्ति. णिच् इति आर्धधातुकप्रत्ययः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति स्म, परन्तु न भवति. तत्र वृद्धिः भवति, गुणः न भवति परन्तु वृद्धिः भवति. इत्युक्ते तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अपि अस्ति. अन्यत् सूत्रम् अचोनिति, तत्र तत् सूत्रं न दत्तमस्ति परन्तु अचोनिति इति अन्यत् सूत्रमस्ति, तस्य अपि प्रसक्तिः अस्ति. तत्र वयं वदामः बलाबलचिन्तनम् इति, तस्य विषये बहु बृहत् पाठः अग्रे आगच्छति. परन्तु तत्र यदा पाणिनिमहर्षिणा दत्तमस्ति यत्र एकस्मिन् स्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् किं कार्यं भवति इति नियमः अस्ति. तस्मिन् कारणेन एव अत्र यद्यपि स्वार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत् प्रबाद्य, तत् सूत्रं प्रबाद्य अन्यत् सूत्रम् आगत्य तत्र कार्यं कृत्वा तत्र वृद्धिः भवति, गुणः न भवति वृद्धिः भवति इति दत्तमस्ति. प्रायः एतद् उदाहरणं पठित्वा स्पष्टं भवति इति चिन्तयामि. दघुपति आचार्यमहोदय पठति वा प्रथम उदाहरणं? क्षम्यतां भगिनि, किं सूत्रम् उक्तवती? अचोनिति. अन्यत् सूत्रम् अस्ति अचोनिति इति, 72114. अस्तु, तदान्यत् सूत्रम् अस्ति, तस्य कारणेन एव अत्र वृद्धिः भवति. अस्तु भगिनि, आं महोदय पठतु. नियोगः योग णिच् वृद्धि आदेशः न तु गुणः. नै भवति नै वृद्धि भूत्वा नै योग इ सन्धि भूत्वा आय आय आय आदेशः. नाय् योग इ नायि इति, नायि योग शप् विकरणप्रत्यय योग ति नाययति. अत्र चुरादिगणे णिच् प्रत्ययः भवति. णिच् प्रत्यय योगे णिच् इ एव अवशिष्यते. णिच् च हलन्त्यं इति सूत्र आधारेण इत् संज्ञा भूत्वा तस्य लोपः भवति. नी नी अपि चूटु चूटु इति इति सूत्रेण चूटु इति सूत्रेण आदिम नकारस्य अपि लोप इत्संज्ञक भूत्वा लोपः भवति. अतः केवलं णि योग इ भवति. अत्र णिच् प्रत्यय शप् नास्ति, अतः तस्य वृद्धिः भवति धातोः. नै भूत्वा नै योग इ अपि च लट् लकारे शप् विकरणप्रत्यय अस्ति. शप् केवलम् अकार एव अवशिष्यते. शक् द्वितीय अपि हलन्त्यम् इति सूत्राधारेण. अपि च तिङ् प्रत्यय अस्ति तिप् तत्रापि पकारस्य लोपः भूत्वा ति एव अवशिष्यते. नै नै योग इ योग अयोग ति अन्तिमं सन्धि भूत्वा नाययति नाययति इति अन्तिमरूपम् अन्तिमरूपं भवति. आम्, एतत् नी प्रत्यय नी धातुः यदा लटी रूपं किं भवति महोदय? लट् लकारे, लट् लकारे नी नी नयति. आम्, तत्र गुणः भवति वा? नयति नी नयति नयति सम्यक् एव. नो नय भवति. केन सूत्रेण भवति? नी अति नी हा सार्वधातुक अर्धधातुकयोः. उत्तमं, सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः तु भवति एव लट्लकारे. परन्तु यदा अत्र निच् प्रत्ययः योजयामः चेत् तस्य अत्र एव चुरादिगणे इगन्तधातुः तस्य वृद्धिः भवति इति तत्र निमित्तम् अस्ति, चुरादिगणे भवति इति. अतः तत्र न भवति, तत्र वृद्धिः एव भवति, गुणः तु न भवति इति तत्र दत्तमस्ति. उत्तमं. विजया भगिनी अग्रिम उदाहरणं पठति वा? प्रश्नः अस्ति वा भगिनि? मम प्रश्नः अस्ति. नी धातु तत्र निच् योजयामः चेत् एव वृद्धिः भवति. आम् आम्, तस्मिन् सूत्रं यत् अहम् उक्तवती अचोनिति इति सूत्रं, तत्र निमित्तम् अस्ति नित् प्रत्यये परे वृद्धिः भवतु, अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवतु इति तत् सूत्रं वदति. सार्वधातुकार्धधातुकयोः वदति यत्र इगन्त अङ्गमस्ति चेत् तत्र सार्वधातुकार्धधातुकप्रत्यये परे गुणः भवति इति तत् सूत्रं वदति. अतः एव अहम् उक्तवती द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति, परन्तु तत् सूत्रं वदति निच् प्रत्यये परे वृद्धिः भवतु इति. यदा तत् सूत्रम् अत्र न कार्यं करोति चेत् तत्तु निरवकाशम् इति वदामः, इत्युक्ते व्यर्थं, वेस्ट् इति वदामः किल, तद्भवति. तस्य कार्यं किमपि अन्यत्र किमपि न भवति, अतः तस्य कार्यम् अत्र भवतु. भगिनी, चुरादिगणे सर्वदा निच् प्रत्ययः योजयामः वा? आम्, सर्वदा. आम्, नित्येव तस्य प्रत्ययः, प्रथमं निच्, अनन्तरं यदा वयं दृष्टवन्तः नूतनधातुः उत्पन्नः भवति, अनन्तरमेव कर्तरी शप् इत्यनेन शप् विहितः भवति. अस्तु भगिनि. भगिनि, अचोन्य इति सूत्रस्य संख्या किम्? 72114. आम्, विजया भगिनी द्वितीय उदाहरणं पठति वा? भू योग निच् इत्युक्ते तत्र वृद्धिः आदेशः भवति, तत्तु न तु गुणः तत्र, इत्युक्ते बौ इति आगच्छति आयादेशः यचो यवायावः इति सूत्रेण गुणः भवति, बौ इति आगच्छति. ई योग इ इत्युक्ते बौ योगः इ इत्युक्ते तत्र सन्धि भूत्वा आव् इति आदेशः भवति, बाव् इति आगच्छति, बाव् योगः इ इत्युक्ते तत्र बावि इति आगच्छति, सार्वधातुक आर्वधातुकयोः बावि इति बावि योगः शप् दशक् तत्तिदे इति सूत्रेण शकारस्य अदृष्टं भवति, इप् तत्र हलन्ते इति सूत्रेण पकारः अपगच्छति, आ एव तिष्ठति, भावि योगः आ योगः ति इति भावयति इति आगच्छति. भावि योगः शप् योगः ति, तस्मिन् स्थितौ गुणः भवति वा भगिनि? तत्र गुणः न भवति अन्तिम अन्तिमस्तरे यदा भावयोगः इ भावि इति भवति इदानीं कर्तरी शप् इत्यनेन शप् विहितः भवति भावीयोगः शप् योगः ति तस्मिन् स्थितौ गुणः भवति वा कथं भावयति इति रूपम् आगच्छति तत्र काविरस्वम् इकारः रस्वमेव तत्र गुणः नास्ति खलु बहुनि तत्र भावयति इति कथं रूपम् आगच्छति अनन्तरं भावयोग भावि इति आगच्छति तत्र अनन्तरं तत् अन्तिमसोपानमेव अनन्तरं शप् इति कर्तरि शप् तत्र अस्ति एतदेव पूर्वम् उक्तं वदतु भगिनि अहं न यण् सन्धि भूत्वा न नो नो न अहं मम प्रश्नः अस्ति भावीयोगः शप् योगः ति इति यदा स्थितिः अस्ति तत्र गुणः भवति वा इति न भवति किमर्थं न भवति न तत्तु प्रथमसोपानं तत् अहं तु अन्तिमसोपानं पृच्छामि भावीयोगः शप् योगः ति तत्र शप् इति विकरणप्रत्ययः अस्ति तत्र कथं भावयति इति रूपम् आगच्छति इति मम प्रश्नः अत्र गुणस्य प्रसक्तिः अस्ति परन्तु किम कस्य सूत्रेण गुणः भवति न जानामि गुणः भवति वा न भवति वा भवति भवति एव वदतु महोदय कथं भवति इति अन्तिम एकारस्य गुणः भूत्वा किं रूपम् आगच्छति भावे भावे योगः अयोगः ति इदानीं किं भवति अवगतं वा अन्तिमसोपाने गुणः तु भवति एव किमर्थं शप् इति विकरणप्रत्ययः षित् अस्ति तिंषित् सार्वधातुकं सार्वधातुकसंज्ञा सार्वधातुक अर्धधातुकयोः इति तत्र तु गुणः भवति एव सर्वदा ज्ञातव्यं तत् प्रथमसोपाने एव अहम् उक्तवती न भवति इति किमर्थं तत्र निश्चिति प्रत्ययः अस्ति परे अतः तत्र न भवति तत्र तु वृद्धिः भवति परन्तु अन्तिमसोपाने तु शप् इति विकरणप्रत्ययः अस्ति अवगतं किल स्थाने इव् हलन्ति रूपेण अपगच्छति अत्र आ एव तिष्ठति आ योगः इ इति ए इति आगच्छति भावे इति आगच्छति खलु भगिनि भावि इति भावे इति भवति भवति तत्र गुणः भवति अनन्तरं शप् शप् पूर्वमेव मया उक्तम् अनन्तरं ति तिङ् इति तिंशित् इति रूपेण ति आगच्छति भावयति तत्र इदानीं सन्धिः अनन्तरं सन्धिः आम् उत्तमं धन्यवादः भगिनी एकवारं पुनः वदतु कथं गुणः भवति इकार अकार योजे न भावी इति यो अन्तिमसोपानम् अहं वदामि भावी योगः शप् योगः ति इति स्थितौ तत्र ईकारः अन्ते अस्ति तत् इक् वर्णः अस्ति शप् इति विकरणप्रत्ययः परे अस्ति शप् इति विकरणप्रत्ययः यदा परे अस्ति चेत् गुणः भवति अतः तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः तेन कारणेन भावि इति यद् ईकारः अस्ति तद् इदानीं भावे इति भवति. भावे योगः अ योगः ति इदानीम् एचोयवायावः इति सन्धि भूत्वा अयादेशः भवति अनन्तरं भावयति इति रूपम्. अवगतं वा? उत्तमं. शिवराम महोदय अस्ति वा? शिवराम महोदय आम् आम् अन्तिमं करोतु महोदय. कृ क्रु अधिक णिच् अत्र डुक्रु इति मूलधातुः अस्ति. अन्तिमयकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण इति संज्ञा भवति तस्य प्रथमं. डु एतस्य आदेतिटुडुवाः इति सूत्रेण तस्य इति संज्ञा भवति. इति संज्ञां भूत्वा तस्य लोपः भवति. क्रु इति अवशिष्यते. क्रु अधिक णिच् णिच् प्रत्ययः तत्र क्रु अन्तिमवर्णस्य वृद्धिः भवति न तु गुणः. क्रु एतस्य कार णिच् मध्ये पुनः नकारः गच्छति चकारः अपि गच्छति इति शोधनेन इकारः तत्र अवशिष्यते. कार योगः इ कारि इति अङ्गं भवति, धातोः अङ्गं भवति. अनन्तरं शपप्रत्यययोजनेन पुनः कारि इति अङ्गस्य रि सार्वधातुकारधातुकयोः इति सूत्रेण तत्र गुणः भवति कारे. अनन्तरं शपविकरणप्रत्यये अपि शकारः इति संज्ञकः, पकारः इति संज्ञकः, अकारः अन्ते अस्ति. रि एचो यवायवः इति सूत्रेण अग्रे अकारः अस्ति चेत् तत्र अयादिसन्धि भूत्वा कारयति इति रूपं भवति. उत्तमम् उत्तमम्. अग्रे अपि पठतु महोदय एकः एव वाक्यं. तिगन्तप्रकरणे गुणविधायकसूत्रद्वयम् अस्ति सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति. इदानीं सूत्रद्वयस्य अपि परिचयः जातः. तिगन्तप्रकरणे वदतु. आं न एतद् द्वय सूत्रद्वयमपि वयं परिशीलितवन्तः महोदय. भवान् एव वदतु तत्र किमर्थं पाणिनिना च इति अव्ययं तत्र स्थापितमस्ति इति. पुगन्तलघुपदस्य च इति किमर्थं सार्वधातुक आर्धधातुकप्रत्यये परे गुणः भवति तथा पुगन्त लघु इक् तथा पुगन्त अस्ति चेत् अपि गुणः भवति. उत्तमं. तदपि अस्ति. अनन्तरम् एतत् सूत्रसङ्ख्या पश्यतु. आं भवान् एव वदतु महोदय. पुगन्तलघुपदे सूत्रम् अनन्तरम् आगच्छति. सार्वधातुकारसूत्रमनन्तरं सः सूत्रम् आगच्छति पुगन्तलघुपदस्य. आं तत्रापि गुणः भवतु. प्रथमसूत्रेण गुणः भवति, द्वितीयसूत्रेण अपि गुणः भवति. उत्तमम् उत्तमं धन्यवादः. इदानीं अग्रिमकरपत्रं सुधादिगणे न गुणः इति. राजेन्द्रमहोदय पठति वा? आं भगिनि. सुधादिगणे सुधादिगणे न गुणः. भवादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्धलोपानन्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिगन्तपदानां साम्यम् अपि अस्ति. यथा भवादौ भवति, तुदादौ लिखति. उभयत् ति इत्यस्मात् पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम्? एतावता प्रायः सर्वे जानीयुः यद् भवादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलिष्यामः. अत्र किम् अस्ति तत् भवादिगणः तुदादिगणः गणद्वयं तत् विकरणप्रत्यये अन्ततो गत्वा अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. तत्र तत् तयोः तत् तिङन्तपदानां साम्यम् अपि तत्र अस्ति गणद्वये गणद्वये भवादिगणः भवति तुदादिगणे लिखति उभयत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति तत् कारणात् तत्र साम्यम् अस्ति किमर्थं तत्र गणद्वयं तत्र अस्ति यदि प्रकरणं प्रक्रिया समाना एव अस्ति परन्तु वयं जानीमः इदानीं भवादिगणे गुणकार्यं भवति तुदादिगणे गुणकार्यं निषिध्यते तत् कारणात् किञ्चित् प्रक्रिया भिन्ना भिन्नरीत्या गच्छति तत् अस्मिन् परिच्छेदे अस्मिन् करपत्रे वयं परिशीलिष्यामः. उत्तमं, धन्यवादः महोदय. रामाबाय् भगिनी पठति वा अग्रिमपरिच्छेदम्? दृष्टान्ते भू धातुः इगन्तः अस्ति. शप् प्रत्यये परे इगन्त भू धातोः ऊकारस्य गुणादेशः भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण. बुद् धातोः उपधायां लघु इक् वर्णः, अतः शप् प्रत्यये परे तस्य बुद् धातोः उकारस्य गुणादेशः भवति पुगन्तलघुपदस्य च इति सूत्रेण. आहत्य बादिगणे इगन्तधातूनाम् इक् वर्णस्य गुणः उपधायां ह्रस्व इक् वर्णस्य गुणः च. अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न इत्युक्ते एकम् इगन्तधातूनाम् इक् वर्णस्य गुणः न, द्वितीयः तदा हि उपधायां ह्रस्व इक् वर्णस्य गुणः न. यद्यपि दुदादिगणे षकारविकरणप्रत्यय षित् अस्ति वादिगणस्य शप् इव, तथापि दुदादौ गुणः न भवति. भगिनी भगिनी एतद् वदतु, एतत् परिच्छेदं वदतु भगिनी, किम् अवगतम् इति. अहं प्रयत्नं करोमि. आम् आम् आम् अवश्यम् अहम् अस्मि भगिनी, वदतु. दृष्टान्ते भू धातुः इगन्तः अस्ति. भू भू भू धातुः भवति इगन्तः इकारे भवति इ भगिनि, भू इति धातुः एव, भवति इति रूपं मा स्वीकरोतु. तत्र इगन्तः इत्युक्ते किम्? इगन्तः प्रत्याहारस्य एकवर्णः अन्तिमवर्णः अस्ति. उत्तमं, तदेव आम् उत्तमं, तदेव तत्र भू धातोः अन्तिमवर्णः उकारः अस्ति. तदेव उत्तमं, वदतु. शप् प्रत्यये परे इगन्त भू धातोः उकारस्य गुणादेशः भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण. सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र भू धातोः उकारस्य गुणादेशः भवति. भू इति भव इति भवति, भू भो इति भवति, भू धातुः गुणः गुणः भवति किल प्रथमं, भो इति भवति, भो भो इति भवति. उत्तमम्. अनन्तरं द्वितीयं पद बुद् धातोः उपधायां लघु इक् वर्णः, अतः शप् प्रत्यये परे तस्य बुद् धातोः उकारस्य गुणादेशः भवति पुगन्तलघुपदस्य च. अत्र बुद्ध धातुः अस्ति, तत्र उपधायां एव लघु इत्वर्णः अस्ति. पुहन्तलघुपदस्य च सूत्रेण उकारस्य गुणादेशः भवति. सम्यक् सम्यक् एव वदतु भगिनि. आहत्य भुवादिगणे इगन्तधातूनाम् इक्वर्णस्य गुणः, उपधायां ह्रस्व इक्वर्णस्य गुणः च. भुवादिगणे इकन्तधातुः इक्वर्णस्य गुणः भुवादिगणे इक्वर्णस्य गुणः किम् अस्ति, तदेव उपधायां ह्रस्व इक्वर्णस्य गुणः अपि अन्ते अपि भवति. अन्ते अपि भवति, उपधायामपि भवति. उपधायां ह्रस्व इक्वर्णः तदेव. आम् उत्तमम्. अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न. तुदादिगणे इक्वर्णः लघु तुदादिगणे इक्वर्णः अस्ति चेदपि तत्र गुणः न भवति. इत्युक्ते इगन्तधातूनाम् इक्वर्णस्य गुणः न, अन्तिम इगन्तधातूनां तत्र इक्वर्णस्य गुणः नास्ति. उपधायां ह्रस्व इक्वर्णस्य गुणः अपि नास्ति. यद्यपि दुदादिगणे श विकरणप्रत्ययः षित् अस्ति, तत्र षित् अस्ति, परन्तु बोधिगणेशपिव अत्र न भवति. उत्तमं, तदेव. आम्, तत्रापि विकरणप्रत्ययः यदपि यद्यपि षित् अस्ति तत्र गुणः न भवति. किमर्थम् इति अग्रे आगच्छति. धन्यवादः भगिनि. अमित्राव् महोदय. आं भगिनि, अग्रे पठामि वा? भुवादिगणस्य धात्वङ्गे गुणः यत्र तत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते. इगन्तधातुः भवतु, लघु उपधातुः भवतु, उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः. भुवादिगणे इगन्तधातुः अस्ति चेत् अथवा लघु उपधातु अस्ति चेत् गुणः भवति. किमर्थं भवति चेत् तस्य शप् इति विकरणप्रत्ययपरे अस्ति एतत् निमित्तम् इति. अग्रिमप्रत्ययमपि पठतु महोदय. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् षित् यस्य शकारः इत् सः षित्. तिङ्क्ष् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं शप् सार्वधातुकसंज्ञकप्रत्ययः इति कारणात् सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातोः इकः गुणः. पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च इति दृष्टवन्तः. नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः. शप् प्रत्यये श इत् संज्ञा अस्ति, तस्मात् षित् प्रत्यय इति संज्ञा प्राप्नोति. अनन्तरं तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुक संज्ञा प्राप्नोति. तस्मात् सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति इति अवगतम्. अग्रे पठामि वा? न न, अत्र गुणकार्ये शपः प्रेरणदायिनी शक्तिः, तद्वदतु महोदय किम् अस्ति? प्रेरणादायिनी शक्ति इत्युक्ते शप् प्रत्यय अस्ति, तस्मात् एव सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति. किमर्थम् इत्युक्ते शप् अस्ति इति शप् षित् शप् प्रत्यय षित् अस्ति, षकार इत् अस्ति, तस्मात् षित् प्रत्यय संज्ञा प्राप्नोति. षित् अस्ति इत्युक्ते इत्यस्मात् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुक अस्ति इत्यस्मात् सार्वधातुक अर्धधातुकयोः सूत्रस्य प्रसक्तिः भवति. सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण एव गुणः भवति. परन्तु तत्र शप् इति मुख्यमस्ति, शप् इति शप् नास्ति चेत् इति अस्य सूत्रस्य प्रसक्तिः एव न भवेत्. अस्तु, तद्वयम् अग्रे द्रक्ष्यामः किमर्थम् इति आगच्छति, किमर्थम् इति. सुमित्रा भगिनी अग्रिमपरिच्छेदं पठति वा? अहं भगिनि पठामि. अधुना तुदादिगणे विकर्णप्रत्ययः श, स च विकर्णप्रत्ययः श इत्यस्य शकारस्य इत् संज्ञा लोपः च इति कारणतः श षित् यस्य शकारः इत् सः षित् तिङ् षित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः. तर्हि तुदादिगणे अपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातोः इकः गुणः भवेत्. पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्वः इकः गुणः च भवेत्. इदं सर्वं सत्यं, सत्यपि गुणः भवति. तर्हि कः भेदः? श प्रत्यये गुणकार्यार्थं प्रेरणदायिनीशक्तिः अस्ति चेत् किमर्थं द्वादिगणे यत्र गुणः भवति तत्र तुदादिगणे न भवति? अधुना महोदय अपि उक्तवान् खलु, यथा षित् आगच्छति षकारस्य इत् संज्ञालोपः इति कारणात् षित् इति वदामः. तिंशित् आर्वधातुकम् इत्यनेन श प्रत्ययः आगच्छति सार्वधातुकसंज्ञकः सम्यके. अपि च इगन्तधातोः इकः गुणः अपि भवति. पुगन्तः अपि च उपदायां यत् यथा ह्रस्व इक् वर्णः अस्ति चेत् तदपि गुणः भवेत् इति वयं दृष्टवन्तः. तत्र गुणः न भवति. अपि च चुरादिगणस्य प्रत्ययः अपि शप् एव, यथा द्वादिगणे शप् अस्ति समानम् एव, परन्तु गुणकार्यं न भवति, तस्य प्रसक्तिः न अस्ति. किमर्थं तावत् अस्ति इति प्रश्नः उदेति. आम्, यद्यपि तस्य तुदादिगणस्य, आम् आं भगिनि, तुदादिगणे शप् प्रत्ययः नास्ति, श एव तुदादिगणे. यद्यपि श इति विकरणप्रत्ययः, तदपि षित् अस्ति, तत्रापि तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः अस्ति. सार्वधातुकसंज्ञकः अस्ति चेत् सार्वधातुक अर्धधातुकयोः वा पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति इति वयं दृष्टवन्तः. तत्र किमपि तत् सूत्रे पित् विषये किमपि न उक्तं सार्वधातुक अर्धधातुकयोः वा पुगन्तलघुपदस्य च इति सूत्रे पित् अस्ति चेदेव गुणः इति किमपि न उक्तं. तत्र सार्वधातुकप्रत्ययः अस्ति चेत् अर्धधातुकप्रत्ययः परे अस्ति चेत् गुणः भवति, इक् अङ्गस्य गुणः भवति इत्येव उक्तं. पर इदानीं प्रश्नः उदेति, तादृशस्थितिः अस्ति चेत् किमर्थं तुदादिगणे गुणः न भवति? तदपि षित्येव अस्ति, तत्र किमर्थं गुणः न भवेत् इति एव प्रश्नः. इदानीं तस्य प्रश्नस्य उत्तरम् अधः अस्ति. माला भगिनी पठति वा? अस्तु भगिनि. अत्र केचन प्रश्नाः. शपि शप् प्रत्यये पकारस्य किं कार्यम्? पकारः नास्ति चेत् कः प्रभावः? सुदादिगणे विकरणप्रत्ययः श एव, शप् न नाम पकारः नास्ति. तर्हि पकारस्य अभावे किं भवति? अत्र शप् प्रत्यये स्वीकुर्मः चेत् तत्र अन्तिम पकारस्य कार्यं किम् अस्ति इति प्रश्नः उदेति. पकारः नास्ति चेत् तस्य कः प्रभावः भवति इति प्रश्नः उदेति. अनन्तरं सुदादिगणे विकरणप्रत्ययः श एव, शप् न. अत्र पकारः सुदादिगणे नास्ति. तर्हि पकारः नास्ति चेत् तदा किं भवति इति प्रश्नः उदेति. पठतु भगिनि अग्रिममपि. अस्माकम् अध्ययनस्य आरम्भे एवम् उक्तम् आसीत्, विकरणप्रत्यये इत्संज्ञकशकारस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. वयं पूर्वं पठितवन्तः, यदि विकरणप्रत्यये शकारः अस्ति तर्हि शकारः गुणस्य कृते प्रेरणा ददाति. शकारः अस्ति चेत् गुणः भवति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण विकरणप्रत्यये इत्संज्ञकप्रकारस्य कार्यं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. इदानीं विकरणप्रत्यये पकारः, एकनिमिषः, विकरणप्रत्यये इत्संज्ञक पकारस्य कार्यं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. अस्तु, शप् इति विकरणप्रत्यये पकारः अस्ति, तर्हि पकारः किं करोति? गुणस्य कृते बाधा न भवति. शकारः गुणकार्यं प्रति प्रेरयति, पकारः गुणस्य बाधा न करोति. परन्तु तस्य अभावे गुणस्य अवरोधः भवति. तर्हि तुदादिगणे श इति विकरणप्रत्ययः अस्ति, तत्र पकारस्य अभावेन गुणः न सम्भवति इति लिखितमस्ति. उत्तमम् उत्तमं, तदेव स्पष्टम् इति मन्ये. रामनाथन् महोदय अग्रिमं पठति वा? इत्संज्ञकशकारस्य कार्यं भगिनी इदानीं प्रथमद्वितीयबिन्दुः पठितवती, विकरणप्रत्ययः इति, तद् अग्रिमवाक्यम् इत्संज्ञकशकारस्य कार्यम्. ओके ओके लिक् इति पूर्वम् एव महोदय, परिचयद्वयं पूर्वम्. प्राप्तं वा? न प्राप्तम्. अस्तु, अहम् अन्य राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. सम्यक् शकारस्य तथा आम् आम् सम्यक् शकारस्य कार्यं कथं भवति न हितां व्याख्यामः. सूत्रदृष्ट्या शकारस्य कार्यं बहु ध्वनिः आगच्छति. अहं म्यूट् कृतवती. इत्संज्ञक शकारः यथा शप् अथवा श विकरणप्रत्ययः अस्ति, तत् शकारः इत्संज्ञकः अस्ति. तस्य शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितं व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति, प्रश्नः प्रश्नद्वयम् अस्ति अस्माभिः पुरतः. भवादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. भवादिगणे विकरणप्रत्ययः यथा शप् अस्ति, तत् पकार अपकारः सूचयति, तद् गुणकार्यार्थं तस्य अनुमतिः अस्ति. अतः सारल्यार्थं भवादिगणे पकारसम्बन्धसूत्रसहितचर्चा न जाता. यथा तत्र पकारस्य उपस्थिति कारणात् तत् गुणकार्यस्य अनुमतिः अस्ति, तत्र पकारस्य कोऽपि चर्चा न जाता पूर्वं. परन्तु तदादिगणे पकारस्य अभावे गुण अवरोधः. यदि पकारः तदादिगणे श एव प्रत्ययः अस्ति, तत्र पकारस्य अभावः अस्ति, तत् अभावे गुण अवरोधः अस्ति. पकारस्य अभावः स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिख् धातोः उदाहरणम् अत्र अवलोकयामः. लिख् धातोः दृष्टान्तः अत्र पश्यामः. तत् कथं च यथा पकारस्य अभावः अस्ति, तत् तेन कारणेन गुण अवरोधः भवति, कथं भवति. इदानीं लिख् लट् लकार विवक्षायां प्रथमपुरुषे एकवचने विकर्णप्रत्ययस्य योजने. लिख् योग श शकारः योग श प्रत्यया योगति प्रत्यया. लशकुतदिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन शकारलोपः. अन्ततो गत्वा लिख् योग अकारः अकारः अवशिष्यते, तत् अपि च ति क्षम्यतां भगिनि प्रत्यया तथा भवति. श अ यत्र अ एव अवशिष्यते, षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति. पुगन्धलोपोदयस्य च इत्यनेन सूत्रेण लिक् धातोः उब्दायां ह्रस्व इकारस्य गुणप्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्. तुदादिगणे यथा श प्रत्ययः विकर्णप्रत्ययः अस्ति, तत् तेन कारणेन तत् तिङ्क्षित् सार्वधातुकं सार्वधातुसंज्ञकः अपि अस्ति. अपि च पुगन्धलोपदस्य च यथा लिख् धातोः उपधायाः ह्रस्व इकारः अस्ति, तस्य इकारस्य गुणप्रसक्तिः अपि अस्ति. तत् अभविष्यत् तत् अनेन लेखति स्यात् परन्तु तथा न भवति. किन्तु श विकरणप्रत्ययः न केवलं षित् अपि तु अपित्, तत् पकारस्य अभावः अस्ति, तत्कारणात् तम् अपित् अपि वदामः. अपित् यस्मिन् इत्संज्ञकपकारः न अस्ति, अपित् इत्युक्ते इत्संज्ञकपकारः तत्र नास्ति, सः अपित् इति उच्यते. विकरणप्रत्ययः श षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः, तथापि शकारस्य प्रभावः अस्ति एव, यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु तदादिगणे विकर्णप्रत्ययस्य पकारः न आसीत् एव, पकारलोपः इति न, पकारः न अस्ति एव, अतः श विकर्णप्रत्ययः अपित् इति उच्यते. तदादिगणे किम् अस्ति, तत् श एव विकर्णप्रत्ययः अस्ति, तत् श लोपः जातः, परन्तु तस्य प्रभावः तु अस्ति, तिष्ठति एव. तत् यद्यपि शकारस्य लोपः जातः, सः दृश्य जातः परन्तु न अपगतः, परन्तु तुदादिगणे विकरणप्रत्ययस्य प्रत्यये पकारः न आसीत् एव, तत् पकारः न आसीत् एव, तत् कारणं पकारः न अस्ति, तत् कारणात् तत् अपि वदामः तस्य तम् उच्यते शकारः तुदादिगणे यथा या विकरणप्रत्ययः अस्ति सः अपित् अस्ति, पकारस्य अभावः अस्ति, तत् न अस्ति एव। उत्तमं महोदय, धन्यवादः। तत्र प्रायः स्पष्टः अस्ति इति मन्ये, तत्र अपित् इति वदामः, श इति विकर्णप्रत्ययः अस्ति, तत्र पित् इति पकारः नास्ति, अतः अपित्, यत्र यत्र पकारः नास्ति तत्र अपित् इति तस्य नामकरणं, नूतननामकरणम् अपित् इति। चकारस्य इत्संज्ञा भवति षित्, परन्तु तत्र पित् नास्ति, अतः अपित् इति तस्य नामकरणम् अस्ति इति तत्र दत्तमस्ति। उत्तमं, रामनाथन् महोदय इदानीं प्राप्तं वा? भगिनि एकः प्रश्नः। आम्, शप् इति विकरणप्रत्यये वयं वदामः षित् पित् इति वा? आम् आम्, अस्तु, षित् पित् इति वदामः। आम्, पित् नास्ति चेत् अपित्, अस्तु, आम् अपित्। आम्, लिट्लकारः विषयां प्रथम कुत्र अस्ति एकवचने सार्वधातुकम् अपित् इति चतुर्थबिन्दुः, चतुर्थबिन्दुः वा? सार्वधातुकं सार्वधातुकं पित् अपित् अपित् ङित् अनुवृत्तिः सहितं सूत्रं सार्वधातुकम् अपित् ङित् अर्थः एवम् अपित् सार्वधातुकं ङित् इव अस्ति। अयम् अतिदेशः इत्युच्यते इत्युच्यते अतिदेशः नाम यस्य स्वभावः तदा नास्ति सः तदा भवतु इति विधानं। यदा सिंहो मानवकः, मानवकः बालकः, सिंहः नास्ति परन्तु वीरो मानवकः सिंहः इव, अतः मानवके सिंहस्य वीररक्षणम् अध्यायोरिपितम् अध्यारोपितम् अध्यारोपितम् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपि ङित् अर्थात् अपि ङित् एव इव साधु भगिनि। आम्, अपित् इत्युक्ते पकारम् इत्संज्ञा मयित् पित् न पकार पित् न ङित् एव। उत्तमं, पकारः इत्संज्ञा इत्युक्ते पित्, यत् यस्य इत्संज्ञा पकारः नास्ति तद् अपित्। आम् आम्, अवगतं किल तस्य तयोः भेदः? यदा अपित् भवति तद् नित् इव भवति, नित् इव इत्युक्ते नित्वत्, नित्वत् इत्य नित् इव भवति इति दत्तमस्ति। तद् उदाहरणम् अवगतं वा महोदय, सिंहो मानवकः इति? आम् आम् आम्, वदतु महोदय। अतिदेशः इत्युच्यते, अतिदेशः नाम यस्य स्वभावः तदा नास्ति सः तदा भवतु इति विधानम्। यथा सिंहो मानवकः, मानवकः बालकः, सिंहः नास्ति परन्तु सिंहस्य वीरो मानवक मानवके अस्ति इति अर्थः। यदा वयं मानवे अस्ति या अस्तु आम् उत्तमम्, तदेव अस्ति तत्र। यदा लक्षणं मानवकः सिंहः नास्ति परन्तु सिंहस्य लक्षणं यत् सिंहस्य लक्षणम् इत्युक्ते वीरलक्षणम् इति स्वीकुर्मः चेत् तत् बालके वा मानवके तद् अध्यारोपितं सूपर् इम्पोस् इति वदामः किल अध्यारोपितम् अस्ति इति तावदिव तद् उदाहरणम् इव यद्यपि अपित् इति प्रत्ययः ञित् नास्ति तदापि तस्य लक्षणं ञित् इति प्रत्ययस्य किमपि लक्षणम् अस्ति तस्य लक्षणम् अध्यारोपितम् अस्ति. एकनिमिषं महोदय अहं म्यूट् करोमि. तद् लक्षणम् अध्यारोपितम् अस्ति अपित् इति प्रत्यये. अपित् प्रत्ययः सार्वधातुकं ञित् इव भवतु इति तत्र अध्यारोपितम् अस्ति. किमर्थम् अध्यारोपितम् अस्ति इति अग्रिमपरिच्छेदे प्रायः भवति. अस्तु, रघुपति आचार्य महोदय पठति वा भगिनि? अत्र नित् इत्युक्ते किं? तद् आगच्छति, आगच्छति महोदय. यत्र ण्यकारस्य इत्संज्ञा भवति तदेव ञित्. अग्रिमपरिच्छेदः तस्मिन् विषये एव अस्ति. भवान् एव पठतु महोदय. यस्मिन् प्रत्यये ङकारस्य इत्संज्ञा अस्ति सः प्रत्ययः ञित्. यस्य ङकारः इत् सः ञित्. गित् प्रत्यय ञित् प्रत्ययानां किञ्चन विशिष्टं कार्यं कार्यम् अस्ति. तत् किं कार्यम् इति सम्प्रति उच्यते. अत्र तावदेव अवगच्छतु. सार्वधातुकमपि सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् नित् नास्ति तथापि नित् इव भवति. अतः यथा नित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु. तच्च कार्यं किम् इति इदानीं पश्यामः. यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः नित् प्रत्ययः नित् इति यथा वयं दृष्टवन्तः शकारस्य लोप इत्संज्ञकात् षित् एव अत्रापि नकारस्य इत् भवति चेत् तस्य नाम अस्ति इत्. तस्य नित् प्रत्ययानां विशिष्टं कार्यमस्ति. अत्र वयं पूर्वपृष्ठे दृष्टवन्तः अपित् अपि नित् इति. यथा नित् कार्य नित् प्रत्यय कार्यं करोति तथा एव अपित् अपि कार्यं करोति इति कार्यं करोति सार्वधातुक अपित् नित् इति सूत्राधारेण. अधुना नित्प्रत्ययस्य कार्यं किम् इति वयम् अग्रे पश्यामः. तदेव, तत् उत्तमं. तदेव तत्र यदा सार्वधातुकम् अपित् इति सूत्रे यद् अपित् इति अस्ति तत्र नित् इति प्रत्ययस्य लक्षणम् अध्यारोपितम् अस्ति इति एव दत्तमस्ति. अत्र किं कार्यम् इति अग्रे आगच्छति. उत्तमं. शिवरां महोदय पठति वा सूत्रम्? आम् आं भगिनि. भगिनि, अत्र नित् इति अनुवृत्ति अस्ति खलु अस्मिन् सूत्रे? तद् नित् कुतः आगच्छति? आगच्छति भगिनि, अत्र सूत्रमस्ति. सर्वम् अस्ति. अस्तु, धन्यवादः. अस्तु, चिन्ता. शिवरां महोदय पठति वा सूत्रं, द्वितीयसूत्रम्? आम्. निति च प्रथम अध्यायस्य प्रथमपादे पञ्चमं सूत्रमस्ति, अत एव पठनीयम्. आमामाम्. हा, गुणबाधकं सूत्रम्, अनुवृत्तिसहितं सूत्रं. निति च इकः गुणवृद्धिः न, यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति गुणस्य वृद्धे च बाधकं सूत्रम् इदम् सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ प्रथम अध्यायस्य प्रथमपादे पञ्चमं सूत्रमस्ति निति च इति सूत्रम् अनुवृत्तिसहित तस्य पूर्वं सूत्रमस्ति तत् अनुवृत्ति स्वीकृत्य पूर्णसूत्रं भवति निति च इकः गुणवृद्धिन इकः षष्ठन्तं पदमस्ति अन्तिम इकवर्णस्य स्थाने यः गुणवृद्धिः भवितुम् अर्हति वा भवति सः गुण वा वृद्धि निति प्रत्ययः यदि अग्रे अस्ति चेत् सः गुणवृद्धिः न भवति इति सूत्रस्य आशयः नितिप्रत्ययः नाम गित् प्रत्ययः कित् प्रत्ययः वा नित् प्रत्ययः नाम यस्मिन् प्रत्यये गकारः इति संज्ञकः ककारः इति संज्ञकः नकारः इति संज्ञकः वा यदि प्रत्यये एते प्रत्ययाः एते इत्संज्ञकवर्णाः प्रत्यये यदि अस्ति चेत् ते प्रत्ययाः गित् इत् अथवा नित् इति तेषां संज्ञा भवति तस्य प्रत्ययस्य कारणेन अङ्गे इकस्थाने गुणः अथवा वृद्धिः यत् भवितुम् अर्हति सः न भवति गुणस्य वृद्धेः च बाधकं सूत्रमिदं गुण वृद्धिः वा यत् भवितुम् अर्हति तत्र न तत् गुणवृद्धिः एतेन सूत्रेण बाधानिर्माणं करोति तत्र गुणः वृद्धिः न भवति इति आशयः अग्रिममपि पठतु महोदय निति च निति सप्तम्यन्तं हलन्तं पदं तस्य अर्थः एवं ग च क च ङ च ते इतसंज्ञकवर्णः यस्य सः प्रत्ययः नित् तस्मिन् इति सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति निति च इति सूत्रे निति इति पदं सप्तम्यन्तम् अस्ति सप्तम्यन्तं नित् इति प्रातिपदिकस्य निति इति सप्तमी विभक्तिः अस्ति सप्तमी विभक्तिः अस्ति चेत् सः परनिमित्तः परनिमित्तं तस्य पूर्व यत् स्थानमस्ति तस्य स्थाने यः गुणवृद्धिः वा परिवर्तनं भवितुम् अर्हति वा भवति स्म सः निति च इति नित् प्रत्ययस्य निमित्तेन सः न भवति गुणवावृद्धिः न भवति उत्तमम् सः निमित्तमस्ति सः परनिमित्तमस्ति परनिमित्तं किमर्थेन चेत् निति इति सप्तम्यन्तं पदमस्ति तत्कारणेन इकः तस्य पूर्वम् आगच्छति स्पष्टमस्ति इति मन्ये तत्र प्रत्ययः त्रयम् अस्ति कित् ङित् क्षम्यतां गित् कित् ङित् इति प्रत्ययत्रयम् अस्ति एतत् सूत्रे यत् आगच्छति चेत् प्रत्ययः परः अस्ति चेत् यदा महोदय उक्तवान् तत्र गुणः वा वृद्धिः वा न भवति अस्माकं कृते इदानीं गुणकार्यमेव प्रथमम् अस्ति तद्वयं पूर्णतया परिशीलयिष्यामः अग्रे वृद्धिकार्यस्य विषये द्रक्ष्यामः तद् न भवति इति वदति एतत् उत्तमम् भगिनी अत्र प्रश्नः अस्ति आम् सार्वधातुक अर्धधातुकयोः प्रत्यययोः यदि प्रकारद्वयमेव वर्तते तर्हि अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः किमर्थेन तत्र केवलं प्रत्ययः इति किमर्थेन न उक्तं वा प्रत्ययस्य अन्य कोऽपि प्रकारः अस्ति वा गुणः एकस्थाने गुणः भवति अग्रे सार्वधातुक अर्धधातुकप्रत्ययः अस्ति चेत् किन्तु प्रत्ययस्य अपि प्रकारद्वयमेव वर्तते तर्हि तत्र केवलं प्रत्यय इति किमर्थेन न उक्तम् प्रत्ययः इति एव वा हा हा हा प्रत्ययस्य प्रकारद्वयम् एव वा अन्य कोऽपि प्रकारः अस्ति प्रत्ययस्य प्रायः अस्ति इति चिन्तयामि किं यदा पाणिनिना उक्तं चेत् किमपि कारणमेव अस्ति किमपि तत्र प्रत्ययः इति वदति चेत् अन्यत्र किमपि तस्य प्रसक्तिः न भवति वा इति चिन्तनीयं यदा सः वदति प्रत्ययः परः अस्ति चेत् गुणः भवतु इति यदा वदति चेत् तत्र अन्यत्र किमपि बाधा भवति प्रायः अतः एव सः सार्वधातुकः आर्धधातुकः इति उक्तवान् कारणं प्रायः अस्ति एव गुणवृद्धिस्य कृते इक इति कारणं भवति इक स्थाने कृते परिभाषास्त्रमान्यमस्ति तत्तु स्पष्टमस्ति अग्रे सार्वधातुकप्रत्ययः अस्ति चेत् अपि भवति आर्धधातुकप्रत्ययः अस्ति चेत् अपि भवति तर्हि केवलं प्रत्यय इति किमर्थेन न प्रायः तस्य अन्य किमपि कारणं भवेत् महोदय अहं किञ्चित् अन्वेषणं कृत्वा वदामि मम अपि चिन्तनं भवति कस्मिन् सूत्रे पृच्छति भवान् न न सः तस्य प्रश्नः अस्ति यदा सार्वधातुकप्रत्यये परे अपि गुणः भवति आर्धधातुकप्रत्ययः परे अपि गुणः भवति इक् वर्णस्य गुणः तत्र किमर्थं प्रत्ययः इत्येव स्थापितम् अस्ति चेत् पर्याप्तं किल किमर्थं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य आवश्यकता किम् इति उत्तरं जानाति चेत् वदतु महोदय प्रथमं तु प्रश्न एव न अवगतं महोदय शिवरं महोदय भवान् एव वदतु महोदय सार्वधातुकयोः इत्यस्मिन् सूत्रे सार्वधातुकप्रत्ययस्य तत्र संज्ञा कृतमस्ति तिङ्क्षित् सार्वधातुकम् इति तिङ्प्रत्ययः सार्वधातुकप्रत्ययः षित् प्रत्ययः सार्वधातुकप्रत्ययः तद् अतिरिच्य अन्ये ये प्रत्ययाः सन्ति ते सर्वे आर्धधातुकप्रत्ययाः तर्हि प्रत्ययस्य प्रकारद्वयम् अत्र कृतम् प्रत्ययः सार्वधातुकः भवितुम् अर्हति वा आर्धधातुकः अपि भवितुम् अर्हति कोऽपि प्रत्ययः वयं हा मम चिन्तनं किमस्ति कोऽपि प्रत्ययः वयं स्वीकुर्मः चेत् तस्य सार्वधातुकसंज्ञा भवति वा आर्धधातुकसंज्ञा भवति अन्य किमपि संज्ञा न भवति तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् गुणः भवति आर्धधातुकप्रत्ययः अस्ति चेत् अपि गुणः भवति तर्हि तत्र विशिष्ट उल्लेखः प्रत्ययसंज्ञया किमर्थेन कृतम् एतत् प्रत्ययः इति अधिकारः प्रत्ययः इति अधिकारः तत्र कथितप्रत्ययः अन्यप्रत्ययः अपि स्वीकरोति इति चिन्तयामि अतः एव सः सार्वधातुकः आर्धधातुकयोः इति पृथक्तया सूत्रं कृतवान् तस्य अधिकारः कुतः आरभ्य किं पर्यन्तं गच्छति इति द्रष्टव्यं प्रत्ययस्य अधिकारः तु पञ्चमाध्यायस्य अन्तिमपर्यन्तं गच्छति तृतीय अध्यायस्य प्रथमपादात् पञ्चम अध्यायस्य पर्यन्तं गच्छति पञ्चम अध्याये एव तदितप्रत्ययस्य विषये अस्ति अनन्तरं सुबन्तप्रत्ययः अपि आगच्छति मध्ये तत्र किमपि गुणकार्यस्य आवश्यकता नास्ति अतः एव सुपप्रत्ययस्य स्त्रीप्रत्ययस्य तदित्प्रत्ययस्य सार्वधातुसंज्ञा न भवति इति न भवति न भवति न भवति तत्कारणेन एव उत्तमं तिङ्प्रत्ययस्य विकरणप्रत्ययस्य एव उत्तराधिप्रत्ययस्य आम् तत्र एव भवति अतः एव सः उत्तमं मम अपि चिन्तनं भवति इदानीं भगिनी एतत् कीदृशसूत्रम् अस्ति किं सार्वधातुकं निति च वा न निति च निति च किं कार्यं करोति इति वदतु भगिनि निति च यः प्रत्ययः गित् अथवा ङित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति कार्यं निषिध्यते येन सूत्रेण यत् कार्यं भवति स्म तद् न भवति भवति स्म भवति चेत् कीदृशप्रत्ययः भवति चेत् तस्य गुणः भवति कीदृश क्षम्यतां कीदृशसूत्रं सार्वधातुक यदा ङिति च इति सूत्रेण किमपि कार्यं भवति चेत् कीदृशसूत्रमस्ति? कीदृशसूत्रं विधिसूत्रं न भवति चेत् न भवति चेदपि विधिसूत्रमेव निषेधसूत्रम् इति वदामः. भवत्याः प्रश्नः सूत्रस्य विषये वा प्रत्ययस्य विषये? न अहं तदेव पृष्टवती. यदि कार्यं न भवति इति वदति चेत् तदपि तद् कीदृशसूत्रं भवती उक्तवती? विधिसूत्रमेव. विधिसूत्रमेव निषेधसूत्रम् इति वदामः. निषेधसूत्रमपि विधिसूत्रस्य एव भागः अस्ति, तस्मिन्नेव अन्तर्भवति. अस्तु, तत्र किं कार्यं न भवति किल, तदपि एकं कार्यम्. अस्तु, अपवादसूत्रं नास्ति वा? न न, एतद् अपवादः नास्ति महोदय. कस्य क्रमः इदानीं महोदय? तस्य उच्चारणं कथम् इति च, तद् उच्चारणद्वयमस्ति, ङिति च इति एकं, किङिति च इति द्वितीयं. नेसल् सौण्ड् अस्ति चेत् ङिति च इति अपि समीचीनमेव. द्वितीयमस्ति किङिति च. गकारस्य सन्धि भूत्वा ककारस्य आम् तदागच्छति. आम् आम्, पूर्णसूत्रम् अधः अस्ति. वयं प्रायः ओ समयः अभवत् वा अत्र? ओ अस्तु, सार्वधातुकम् अपित् इति आरभ्य अग्रिमकक्षायां पठामः. अस्तु, अत्र अग्रिमकरपत्रे अभ्यासः अस्ति, तद् कृपया एकवारं दृष्ट्वा आगच्छन्तु. गुणकार्यस्य अभ्यासः इति, यत्र भुआदिगणस्य धातुः अस्ति तद् करोतु, तुदादिगणधातुः चेत् प्रयत्नं करोतु कथम् आगच्छति रूपम् इति. वयम् अग्रिमसप्ताहे तद् परिशीलयिष्यामः. अद्य विरमामः वा? आं भगिनि, धन्यवादः. धन्यवादः भगिनि.